अस्तु, अद्यतनचर्चाविषयः अस्ति अभावस्य चतुर्विधत्वम् इति. चर्चायाः पूर्वं पुनःस्मरणाय, अभावस्य विषये गते सप्ताहे या चर्चा आसीत् तस्य पुनरावलोकनं कुर्मः किञ्चित्. त्रयः अभावाः अस्माभिः दृष्टाः, ते के इति वदन्ति वा? जयन्ती भगिनी, जलेस्मिन् जले निष्ट अभावः, वृष्टिजले नक्षत्र वृष्टिजले निष्ट अभावः इति सत्यं. जलाभावस्य इतोपि एकं नाम आसीत् सामान्याभावः इति खलु? वृष्टिजलाभावः सः अभावः आसीत्, विशेष अभावः. तदनन्तरं स्वातीनक्षत्रीयवृष्टिजलाभावः सः अभावः आसीत्, विशेषविशेषाभावः इति. त्रयः अभावाः अस्माभिः दृष्टाः. केन आगतम् इदानीं? माला अस्मि अत्र भगिनी. ओ, नमस्कारः माला भगिनी. अस्तु, त्रयः अभावाः अस्माभिः पूर्वमेव दृष्टाः आसन्. तत्र जलाभावस्य प्रतियोगी का? जलाभावस्य प्रतियोगी कः? सामान्यजलाभावः वा? आम्, सामान्याभावस्य, सामान्यजलाभावस्य प्रतियोगी कः? जलाभावः न, इदानीं सामान्यजलाभावः अस्ति. अस्तु, सामान्यजलाभावस्य विरोधः यत्र वर्तते, यस्मिन् वर्तते, सः प्रतियोगी. तर्हि सामान्यजलाभावस्य प्रतियोगी कः? सामान्यजलमेव. सत्यं, सामान्यजलाभावस्य प्रतियोगी सामान्यजलम्. वृष्टिजलाभावस्य प्रतियोगी कः? वृष्टिजलाभावः न, वृष्टिजलाभावः अस्ति, तस्य प्रतियोगी कः? वृष्टिजलं वृष्टिजले अस्ति, वृष्टिजलाभावस्य प्रतियोगिता. तदर्थं वृष्टिजलमस्ति प्रतियोगी. कस्य? वृष्टिजलाभावस्य. तदा तथा एव स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगी? स्वातिनक्षत्रवृष्टिजलं. स्वातिनक्षत्रीय वृष्टिजलम्. इदानीं वृष्टिजले काचन प्रतियोगिता अस्ति खलु? वृष्टिजले प्रतियोगिता अस्ति वृष्टिजलाभावस्य. तस्याः प्रतियोगितायाः अवच्छेदकं किम्? अवच्छेदकम् इति स्मरन्ति वा? जलत्वं, जले निष्ठप्रतियोगितायाः अवच्छेदकं जलत्वम्. समीचीनम्. इदानीं वृष्टिजलस्य विषये अपि वदतु तथा एव. वृष्टिजले निष्ठ प्रतियोगितायाः अवच्छेदकं वृष्टिजलम्. वृष्टिजलत्वं, वृष्टिजलत्वं, क्षम्यतां. प्रतियोगिनी किञ्चन विशेषणं वर्तते, वृष्टिजलत्वं वा जलत्वं वा इति किञ्चन विशेषणं वर्तते, तद्विशेषणमेव अवच्छेदकम् इति वदामः, अथवा अवच्छेदकधर्मः इति वदामः. तेन अवच्छेदकेन प्रतियोगितायाः भिन्नता प्रदर्श्यमाना भवति. तदर्थं प्रतियोगिता भवति अवच्छेद्या खलु? वृष्टिजलत्वम् अवच्छेदकं वृष्टिजलाभावस्य प्रतियोगिता अवच्छेद्या भवति. तर्हि वृष्टिजलत्वे अवच्छेदकता अस्ति, प्रतियोगितायाम् अवच्छेद्यता अस्ति इति अस्माभिः लक्षितम्. अधुना अभावस्य चतुर्विधाः सन्ति, ते के इति पश्यामः. जयन्ती भगिनी पठति वा? आम्. अभावस्य चतुर्विधम् इत्यस्मात् आरभ्य कृपया पठतु. अभावस्य चतुर्विधत्वं प्रकृतम् अनुसरामः. दर्शितरीत्या अभावपरिज्ञानाय सामान्य अभावाः निरूपिताः, ते च अत्यन्त अभावस्य प्रभेदाः. तर्कसङ्ग्रहकृता तु अभावश्चतुर्विधः रागभावः, प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्यभावश्चे इति दर्शितः अभावस्य विभागः. इदानीं प्रारम्भेण इतोपि एकवारं परिशीलयतु. प्रकृतम् अनुसरामः इत्युक्ते मूलविषयम् अनुसरामः. अस्तु आम्, मूलविषयम् अस्ति. आम्, दर्शितरीत्या अभावप्रक्रियापरिज्ञानाय. प्रक्रिया इत्युक्ते भिन्नभिन्नविधाः वा? अभावप्रक्रियापरिज्ञानाय अभाव भिन्नभिन्नप्रकाराः इति न, अभावप्रक्रिया प्रोसेस् इति वक्तुं शक्नुमः. अस्तु अभावस्य प्रक्रिया विषये ज्ञातुम् इच्छामः चेत् अत्र किम् अस्ति, सामान्य सामान्याभावादि अभावाः सन्धिं कृत्वा सामान्याभावाद्याभावः इति उक्तम्. अस्तु यथा वयं पठितवन्तः, सामान्य अभावः, विशेषाभावः, विशेषविशेष अभावः इत्यादि अभावानां विषये वयं पठितवन्तः. ते अत्यन्त अभावस्य प्रभेदाः, त्रयः विधाः अभावाः इति पठितं. तर्कसङ्ग्रहकृता तु, तर्कसङ्ग्रहे एतत् सूक्ति अस्ति, अभावश्चतुर्विधः प्राग् अभावः. प्राग् इत्युक्ते प्रथमे अभावः इति वा? प्राग् अभावः, अभावः चतुर्विधाः. पूर्वं ये अस्माभिः पठिताः सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इति, ते च अत्यन्ताभावः इत्यस्य प्रभेदाः इत्युक्ते टैप्. अत्यन्ताभावः इति एकः अभावः, तस्य प्रभेदाः ते त्रयः अभावाः. इदानीं तर्कसङ्ग्रहे चतुर्विध अभावाः के इति उक्तमस्ति. तेषु प्रथमः अस्ति प्रागभावः. प्राग् अभावः, प्रध्वंसा अभावः, अभावः, अत्यन्ताभावः इति खलु तत्र प्रध्वंसा अभावः. प्रध्वंसाभावः अनन्तरम् अ इत्यस्य लोपः सन्धिकरणानन्तरम्. आम्, अत्यन्त अभावः, अन्योन्य अभावः च इति. अभावः, अत्यन्त अभावः, अन्योन्य अभावः इति चतुर्विधः. अधस्तनचित्रे पश्यतु अभावस्य प्रभेदाः के? प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्या अभावः सन्ति. अत्यन्त अभावे सामान्य अभावः, विशेष अभावः, विशेषाविशेषाभावः. तर्हि वयं पूर्वं यत् पठितं ताः ते सर्वे अत्यन्त अभावस्य प्रकाराः इति. आमां सत्यम्. अभावस्तु चतुर्विधः: प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः इति. अत्यन्ताभावे त्रिविधाः अभावाः: सामान्याभावः, विशेष अभावः, विशेषविशेषाभावः इति विषयः. अग्रे माला भगिनी पठति वा? आं पठामि. अत्र एवं विभागचित्रं स्यात्. इदानीं ग्रन्थः उक्ताभावविभागानुसारेण प्रागभावः निरूप्यते. अस्ति कश्चित् घटनिर्माता. सः घटनिर्माणाय मृदम् आहरति, जलं च आनयति. तेन संयुक्तां मृदुं भ्रमयितुं सिद्धं घटं चक्रात् पृथक् कर्तुं रज्जुं च आहरति. तदा तादृशीं घटसामग्रीं दृष्ट्वा भवति ज्ञानम् अत्र घटः भविष्यति. एतादृशज्ञानं घटाभावं प्रकाशयति. अवगच्छति वा? आम्, वदतु किञ्चित्. अत्र तादृशज्ञानं घटाभावं प्रकाशित. आम्, इदानीं प्रागभावः किम् इति निरूप्यते. एकः घटनिर्माता अस्ति, सः घटं इत्युक्ते कुलालः. आम्, सः घटं निर्मातुं मृदम् आहरति, जलम् आनयति. यानि कानि आवश्यकं निर्माणाय तत् सर्वम् आनयति, चक्रं, रज्जुम्, एतादृशी सामग्रीम् आनयति. एतत् सर्वं दृष्ट्वा वयं ज्ञातुं शक्नुमः अत्र घटनिर्माणं भविष्यति इति. एतादृशज्ञानं घटाभावं प्रकाशयति. इदानीं घटं नास्ति. एतानि सर्वाणि सामग्राणि उपयुज्य घटं भविष्यति. इदानीं घटं नास्ति. सत्यं. घटनिर्माणसामग्रीं दृष्ट्वा अस्माकं ज्ञानं भवति. ओ, इदानीं नास्ति घटः, किन्तु अग्रे भवति. मृदं दृष्ट्वा, चक्रं दृष्ट्वा, रज्जुं दृष्ट्वा वयं ज्ञातुं शक्नुमः इदानीं कुलालः घटं निर्माति इति. तेन यः अभावस्य ज्ञानं भवति सः एव प्रागभावः इति उच्यते. घटाभावं प्रकाशयति. पूर्वम् इति खलु भगिनि? सत्यं सत्यं भगिनि, सत्यम्. पूर्वमेव वयं ज्ञातुं शक्नुमः घटनिर्माणात् पूर्वमेव अधुना घटनिर्माणं भवति इति. अस्तु, अग्रे पठति वा? माला भगिनी एव पठतु. अयमेव घटप्रागभावः. घटः उत्पत्तेः प्राक् सामग्रीसत्त्वे घटाधिकरणे प्रतीयमानः ज्ञायमानः. अपि घटस्य अस्य अभावस्य च विरोधः प्रतियोग्य अनुयोगिभावः. प्रतियोग्य अनुयोगिभावः अस्ति. प्रतियोगी अनुयोगी भावः, प्रतियोगी अनुयोगी भावः अस्ति। यदा प्रागभावः न तदा घटः, उत्पन्ने पुनर्घटे न घट प्रागभावः इति अस्ति। उत्पन्ने पुनः घटे न घट प्रागभावः इति अस्ति। तयोः सहानवस्थानरूपः विरोधः, तत् निरूपणप्रकारः पूर्ववत् ज्ञातव्यः। वाक्यशः पश्यामः वा? आम् एषः यदा वयं द्रष्टुं शक्नुमः एतादृशी सामग्री अस्ति, घटनिर्माणं भवति, तदेव घटप्रागभावः। घटः उत्पत्तेः प्राक् एतानि सामग्राणि दृष्ट्वा वयं ज्ञातुं शक्नुमः अत्र घटस्य अभावः। अस्य अभावस्य च विरोधः, प्रतियोगी अनियोगिभावः अस्ति। अस्मिन् सम्बन्धे कः प्रतियोगी कः अनुयोगी इति वदति वा? प्रतियोगी घटः अनुयोगी भवति अनुयोगिता कुत्र वर्तते? अभावे खलु? सत्यं जयन्ति भगिनी, समीचीनम्। अनुयोगिता अभावे वर्तते। तर्हि अस्मिन् घट प्रागभावयोः मध्ये प्रतियोगी कः अनुयोगी कः इति वदतु कृपया। घटः प्रतियोगी, घटाभावः अनुयोगी। अनुयोगी, तदर्थमेव उक्तम्। अत्रापि घटस्य अभावस्य च विरोधः भवति, तदर्थं प्रतियोगी अनुयोगी भावः अस्ति इति। अग्रे यदा प्रागभावः न तदा घटः, यदा प्रागभावः अस्ति तदा घटः नास्ति। उत्पन्ने पुनः घटे न घट प्रागभावः इति अस्ति। तयोः सहानवस्थानरूपः विरोधः, उत्पन्ने पुनः घटे स्थाने यदा घटः उत्पन्नः तदा प्रागभावः न भवति तस्मिन् समये। इत्युक्ते तस्मिन् समये घटः अस्ति, उत्पन्नः अभवत् इति खलु? सत्यम्। तत् निरूपणप्रकारः पूर्ववत् ज्ञातव्यः। इदानीं केन आगतं? शिल्पा भगिनी पुनरागतवती किम्? आं भगिनि, क्षम्यतां, डिस्कनेक्ट् अभवत्। अस्तु, चिन्ता नास्ति। तर्हि जयन्ती भगिनी, शिल्पा भगिनी, माला भगिनी, खलु? अस्तु। इदानीम् उत्पन्ने पुनर्घटे घटप्रागभावः न भवति। यदा घटप्रागभावः भवति तदा घटः नास्ति, यदा घटः भविष्यति तदा प्रागभावः न भवति। अस्तु, अत्र तयोः सह अनवस्थानरूपः विरोधः इति उक्तम्। विरोधाः द्विविधाः, स्मरन्ति वा? अस्तु, तर्हि पृष्ठसङ्ख्या 17 गच्छन्तु कृपया, 17 गच्छतु। सर्वे पश्यन्त सः अनवस्थानरूपः विरोधः अभावस्थले. तद् वाक्यं पठतु भगिनि, प्रथमं वाक्यं तत्र. का भगिनि? प्रथमवाक्यं पठतु, सहानावस्थरूपः विरोधः इत्यस्मिन् सर्गे विभागे. सहान अवस्थानरूपः विरोधः अभावस्थले. सः अनवस्थानं नाम सः विरोधः यत्र उभयोः विरोधिनोः कस्मिन्नपि काले सः कस्मिन्नपि काले सः अवस्थानं स्थितिः न भवति. इदानीम् अवगम्यते वा? अभावः घट अभावः घटः उभयोः अवस्थितम् एकस्मिन् समये नास्ति. घट अभावः अस्ति वा घटः उभयोः एकस्मिन् समये न भवन्ति. एकं क्षणमपि उभयोः एकत्र स्थितिः न भवति. कस्मिन्नपि काले सः अवस्थानं न भवति इत्यतः सः अनवस्थानरूपः विरोधः तयोः मध्ये. अपरः विरोधः कः? उपरि एव अस्ति, पठतु किञ्चित्. तथा च तत्र वा? न, उपरि एव अपरः एकः विरोधः अस्ति खलु, वध्यघातकभावरूपः इति, तत् पठतु. वध्यघातकभावरूपः वध्यघातक अभावरूपः विरोधः. अयं विरोधः द्विधः भवति, वध्यघातक अभावः सः अनवस्थानम्. अहेः न कुलस्य च विरोधः वध्यघातक अभावरूपः, तथा हि कुत्रचित् सर्पः अस्ति. प्रथमक्षणः प्रथमक्षणे सर्पः एव अस्ति, द्वितीयक्षणे अपि सर्पः एव अस्ति, तृतीयक्षणे द्वे अस्ति, सर्पः अस्ति नकुलः अपि अस्ति, चतुर्थक्षणे विरोधस्य कारणेन सर्पः नष्टः नकुलः अस्ति. नकुलः अस्ति. तर्हि इदानीं एतत् सः अनवस्थानरूपः नास्ति, किमर्थम्? जयन्ती भगिनि? आम् चिन्तयामि. आमाम्. यदा तृतीयक्षणे यदा सर्पः अस्ति तदा नकुलः अपि अस्ति, अतः तदा तयोः विरोधः भवति खलु. विरोधः नास्ति, द्वयोः एकस्मिन् क्षणे द्वयोः एकत्र स्तः, तदनन्तरम् एकः एकस्य नष्टः भवति अन्यस्य अपरः तिष्ठति. अपरः तिष्ठति. बहु समीचीनं भगिनि. तावदेव वध्यघातकः रूपः विरोधः इत्यस्मिन् कस्मिंश्चित् क्षणे अथवा कस्मिंश्चित् काले एकत्र स्थितिः भवति विरोधिनोः. सहानावस्थानरूपः विरोधः इत्यस्मिन् विरोधिनोः एकत्र स्थितिः न कदापि भवति, यथा घटाभावः अपि च घटः. कस्मिन्नपि काले द्वौ अपि एकत्र न भवन्ति एकस्मिन् काले इति विरोधद्वयम्. अस्तु, इदानीं पुनः गच्छन्तु सप्तविंशतिपुटे पुटं गच्छन्तु कृपया. माला भगिनी अन्तिमवाक्यं पठतु, उत्पन्ने पुनर्घटे. उत्पन्ने पुनर्घटे न घटप्राग्भावः इति अस्ति तयोः सहानवस्थानरूपः विरोधः. घटे घटे अस्ति घटप्रागभः घटप्रागभावः अपि अस्ति इति न भवति अत्र. सहानवस्थानरूपः विरोधः इति विषयः. विरोधः कीदृशः अनयोः मध्ये इत्युक्ते सः अनवस्थानरूपः इति भवति. अस्तु, केन आगतम् इदानीम्? नमस्ते भगिनि, अहं वेङ्कटेशः आगतवान् इदानीं. नमस्कारः. प्रथमं कष्टम् आसीत् तत्र, अनन्तरं बेकप् नम्बर् सूचितवान् महोदयः तत्र. ओ एवं वा, अस्तु अस्तु. इदानीं वयं अभावस्य चतुर्विधत्वम् इति चर्चितवन्तः. प्रागभावः, प्रध्वंस अभावः, अत्यन्ताभावः, अन्योन्य अभावः इति चतुर्विधं. प्रागभावः इत्युक्ते अभावस्य घटप्रागभावः इत्यस्य उदाहरणेन, घटस्य उत्पादनात् पूर्वं यदि वयं घटनिर्माणसामग्रीं दृष्ट्वा, मृदं दृष्ट्वा, रज्जुं दृष्ट्वा, अथवा मृदं भ्रमयितुं चक्रं दृष्ट्वा चिन्तयामः, ओ अग्रे घटः भविष्यति इदानीम् अग्रे किञ्चित् कालानन्तरम् इति, तादृशः अभावः घटप्राग् अभावः इत्युच्यन्ते. अस्तु, इदानीं किञ्चित् अग्रे सरामः. शिल्पा भगिनी अस्ति वा? आम् अस्मि भगिनि. चित्रं पश्यतु भगिनि. चित्रं दृष्ट्वा अभावः चित्रम् आमां चित्रं दृष्ट्वा घटप्राग् अभावस्य निरूपणं करोतु. ओके, घटः निष्ठ प्रतियोगिता निरूपिता अनुयोगिता आश्रयः घट घट प्राग्भावः. हा, घटप्राग्भावः. इदानीं प्रतियोगितायाः निरूपणं करोति वा? प्रतियोगितानिरूपणं अहम् अवगच्छामि. घटनिष्ठ प्रतियोगितानिरूपित अनुयोगिताश्रयः घटप्राग्भावः इति उक्तवती, तत् साधुः. इदानीम् अपरस्यां दिशि गत्वा, विपरीतदिशि गत्वा प्रतियोगितायाः निरूपणं. प्रतियोगिता निरूपिता अनुयोगिता न, चिन्तयतु चिन्तयतु, घटप्राग्भावनिष्ठ. ओ ओ एवम् एवं घटप्राग्भावनिष्ठम् अनुयोगिता निरूपिता प्रतियोगिता आश्रयः घटः. प्रतियोगिताश्रयः घटः, किन्तु अहं प्रतियोगितायाः निरूपणम् इष्टवती खलु, तर्हि किं वदति? अहं प्रतियोगिता निरूपणम् एतत् अहं न अवगच्छामि. अस्तु, वेङ्कटेशमहोदय प्रयत्नं करोति वा? घटप्राग्भावः निष्ठ अनुयोगितानिरूपित घटाश्रयः प्रतियोगिता वा? घटनिष्ठ विग्रहवाक्य भगिनि, घटनिष्ठ समस्तपदमस्ति. ओके, अहं पुनः प्रयत्नं करोमि. तर्हि घटे घट प्राग् भावः अनिष्ट अनुयोगिता निरूपिता घट निष्ठ घटनिष्ठ प्रतियोगिता प्रतियोगिता ओ अस्तु अस्तु घटप्राग् अभावः कीदृशः इति प्रश्नः भवति चेत् घटनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः घटप्रागभावः घटप्रागभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठप्रतियोगिता अस्तु अवगच्छामि अस्तु इदानीम् अग्रिमं वाक्यं पठतु शिल्पा भगिनी अस्तु एवं घटः सो घटः निष्ठा प्रतियोगिता न भगिनी वाक्यं पठतु एवं घटे मुद्गारपाते क्षम्यताम् ओके एवं घटे मुद्गारपाते सति अत्र घटे घटो स्वस्थः इति प्रतीतिः जायते एतादृशा प्रतीतौ यः प्रकाश्यते सः घटत्वं सः अभावः प्रथमः आसीत् प्रागभावः यं वयं चर्चितवन्तः इदानीं द्वितीयः अभावः एषः कीदृशः इति वदतु किञ्चित् मुद्गर इत्युक्ते हेमर् हेमर् घटे मुद्गर अहं वदामि एवं घटे मुद्गरपाते मुद्गरपाते इत्युक्ते मुद्गरस्य पतनाय घटस्य उपरि मुद्गरं पातयति चेत् हेमर् नीत्वा मुद्गरस्य उपयोगं कृत्वा घटे घटस्य नष्टः भवति वा सत्यम् ओ ओ अस्तु सति अत्र घटे स्वस्थः इति प्रतीतिः तर्हि घटस्य द्वयः भागः अभवत् घटः नष्टः अभवत् ध्वस्तः इत्युक्ते ध्वंसं घटः नष्टः एतादृशा प्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभावः तस्य अभावः घटस्य अभावः अस्ति अतः यतः निश्चितं घट अभावः अस्ति यतः घटः आसीत् किन्तु घटस्य नष्टः अभवत् सत्यं इदानीं घटस्य अभावः दृश्यते मुद्गर पतनानन्तरं घटः ध्वंस्तः जातः घटः ध्वंस्तः इति प्रतीतिः घटस्य अवयवाः स्यात् स्युः इत्युक्ते घटः भागद्वये विभक्तः स्यात् किन्तु घटः नास्ति घटः ध्वंस्तः इति प्रतीतिः इत्युक्ते भानम् अथवा ज्ञानं जायते खलु एतादृशी प्रतीतिम् अनुसृत्य घटध्वंसः इति वदामः. एषः एव द्वितीयप्रकारकः अभावः, प्रध्वंसाभावः इति. अवगच्छामि. प्रथममासीत् प्रागभावः, इदानीं प्रध्वंसाभावः. अपि च घटस्य विषये वयं वदन्तः स्मः, तदर्थं घटध्वंसः अभावः इति द्वितीयः प्रकारकः अभावः अस्ति. तर्हि ध्वंसः भावः भवति यदा वस्तोः आसीत् किन्तु वस्तोः नष्टः अभवत्. सत्यं. धन्यवादः. इदानीं चित्रं पश्यतु शिल्पा भगिनी, उपरितनं चित्रं दृष्ट्वा घटध्वंसाभावः कीदृशः इति निरूपयतु कृपया. ओके, घटध्वंसः तत्र घटध्वंसाभावः इति स्यात्. ओ, घटध्वंसः भावः निष्ठः, अनुयोगिता, निरूपिता, प्रतियोगिता, घटः. न, अहं तु घटध्वंसाभावः इत्यस्य निरूपणम् इच्छामि. तर्हि ओ, घटध्वंसभावः इत्युक्ते घटः अस्ति. तर्हि घटः निष्ठ, घटः निष्ठ, प्रतियोगिता, निरूपिता, अनुयोगिता, अश्रयः, घटध्वंसः. घटध्वंसाभावः. घटध्वंसाभावः. तथा च घटध्वंसः यदा जायते तेन यः अभावः निर्मीयते तस्य प्रतियोगिता कीदृशी इत्युक्ते घटध्वंसाभावः निष्ठ, अनियोगिता, निरूपित, घटनिष्ठ, प्रतियोगिता. घटध्वंसनिष्ठ, अनुयोगिता, निरूपित, घटनिष्ठ, प्रतियोगिता. घटनिष्ठ प्रतियोगिता. इदानीम् अवगच्छति वा? वयं दृष्टवन्तः खलु ऊर्ध्वगामिनी शरे निष्ठ इति स्थापयतु, अधोगामिनी शरे आश्रयः इति स्थापयतु, तिरश्चीने शरे निरूपित इति स्थापयतु. एरो गोयिङ्ग् अप्वर्ड्स् निष्ठ, एरो गोयिङ्ग् डौन्वर्ड्स् आश्रयः, हारिज़ोण्टल् एरो निरूपित. तथा कृत्वा घटध्वंसाभावस्य निरूपणं भवति घटनिष्ठ, प्रतियोगिता, निरूपित, अनुयोगिताश्रयः, घटध्वंसाभावः. अवगच्छामि. अस्तु, अन्येषां प्रश्नः अस्ति वा? अस्तु, अग्रे वेङ्कटेशमहोदय पठति वा? अत्यन्ताभावः तु प्राक् निरूपितः भूतले घटो नास्ति इति अभावः. घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः. एवं पटो नास्ति इति पटत्व अवच्छिन्न प्रतियोगिताकः. वाक्यशः पठामः, गच्छामः महोदय. अतः तत्र पूर्वं निरूपितः भूतले घटः नास्ति इति अभावः, घटः नास्ति इति अभावः प्राक् निरूपितः. अन्य तत्र घटत्वनिष्ठ अवच्छेदकता, घटत्वं घटे अस्ति, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्य तावती या प्रतियोगिता तद् तन्निरूपकः अभावः. तत्र चित्रं स्मरति वा? अत्यन्ताभावः तु सामान्य अभावः, वयं यत् पूर्वमपि दृष्टवन्तः. खलु घटः अस्ति, घटस्य आगमनेन घटाभावः निर्गच्छति खलु. तर्हि घटे प्रतियोगिता अस्ति घटाभावस्य कृते, अपि च घटे यत् घटत्वम् इति अस्ति स च घटत्वम् अस्ति अवच्छेदकं तस्य प्रतियोगितायाः. तच्चित्रं स्मरति वा? इदानीं पृष्ठसङ्ख्या 25. तत्र पश्यतु, पञ्चविंशतितमे पुटे वृष्टिजलम् इति किमपि अस्ति खलु एकस्मिन् चित्रे, वृष्टिजलं, वृष्टिजलत्वं. सत्यम्, वृष्टिजलत्वं वृष्टिजले अस्ति, अतः वृष्टिजलत्वं वृष्टिजल इदानीं वृष्टिजलम् इत्यस्य स्थाने घटः इति स्थापयतु. अस्तु, उपरि घटत्वम् इति भवति, वामकोणे घटत्वं, दक्षिणकोणे प्रतियोगिता. वृष्टिजले, क्षम्यतां, घटे घटत्वम् अस्ति, घटे प्रतियोगिता अस्ति, तस्मात् उपरि अवच्छेदकता अवच्छेद्यता. तदनन्तरं दक्षिणपार्श्वे अभावः, अभावे अस्ति अनुयोगिता इति मनसि चिन्तयतु. वृष्टिजलस्य स्थाने घटः इति स्थापयित्वा इदानीं घटे किम् अस्ति? घटत्वम् अस्ति. घटत्वं किं करोति? घटे घटत्वम् अस्ति, घटे प्रतियोगिता अस्ति खलु. आमाम्. एतद् घटत्वम् इति यः धर्मः अस्ति घटे, सः कीदृशः धर्मः? अवच्छेदकम् इति स्मरति वा? अवच्छेदकधर्मः किल? आम्, अवच्छेदकधर्मः खलु. घटे या प्रतियोगिता अस्ति अवच्छेदकधर्मः, आम्, तस्याः प्रतियोगितायाः अवच्छेदनं करोति इत्यतः घटत्वम् इति अवच्छेदकधर्मः अस्ति. घटत्वम् अस्ति अवच्छेदकं, प्रतियोगिता अस्ति अवच्छेद्या इति विषयः अस्ति खलु. इदानीं चित्रं दृष्ट्वा घटाभावः कीदृशः इति वर्णयतु किञ्चित् कृपया. घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यताश्रयप्रतियोगितानिष्ठ अनुयोगिता आश्रयः घटत्वाभावः. घटाभावः इदानीं घटाभावः इत्यस्य उपयोगं कृत्वा प्रतियोगितायाः निरूपणं करोति वा? अस्तु, प्रयत्नं करोमि. घटाभावः निष्ठ अनुयोगिता निरूपित प्रतियोगिता. अस्तु, प्रतियोगिता घटाभावस्य सन्दर्भे प्रतियोगिता कीदृशी भवति इत्युक्ते घटाभावनिष्ठ अनुयोगितानिरूपित प्रतियोगिता. सा च प्रतियोगिता कीदृशी? अवच्छेद्यवती प्रतियोगिता, अवच्छेद्यतावती प्रतियोगिता. पुनः कीदृशी अवच्छेद्यता अस्ति प्रतियोगितायाम्? आम्, वदतु महोदय. वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता. हा, अस्माकम् उदाहरणे घटत्व. घटत्वं, सत्यं, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता. अवच्छेद्यता वृष्टिजल, क्षम्यतां, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता अथवा अवच्छेद्यताश्रयः प्रतियोगिता इति प्रतियोगितायाः निरूपणम्. तमेव वाक्यम् अत्र उक्तवन्तः. इतोपि एकवारं पठतु. अत्यन्त अभावः तु प्राक् निरूपितः भूतले घटो नास्ति इति अभावः. घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः. एवं पटो नास्ति इति पटत्व अवच्छिन्न प्रतियोगिताकः. एषः अभावः कीदृशः कीदृशः अभावः एषः? अत्यन्त अभावः. आम् सत्यम्. घटाभावः कीदृशः? तन्निरूपक अभावः इति उक्तम्. कस्य निरूपकः अभावः? तदेव अत्यन्त अभावः किल. सत्यम्. अत्यन्त अभावः तु अस्ति, किन्तु सः अभावः कस्य निरूपणं करोति? तन्निरूपकः अभावः इति पश्यति चेत् प्रश्नः उदेति, तत् निरूपकः कस्य निरूपकः? प्रतियोगितायाः निरूपकः खलु? कीदृशी प्रतियोगितायाः निरूपकः? घटत्वनिष्ठावच्छेद्यकथा निरूपितावच्छेद्यतावती या प्रतियोगिता, तस्य निरूपकः अभावः एषः अत्यन्त अभावः. अग्रे अपि किमपि अस्ति तत् कृपया पठतु. अन्योन्य अभाव निरूप एवं पटो नास्ति इति पटत्व अवच्छिन्न प्रतियोगिताकः. एषः एतत् पदम् अन्तिमपदं पटत्वाचिन्न प्रतियोगिताकः कस्य विशेषणमस्ति? घटत्वाभावः किं करोति? घटत्वाभावः कीदृशः? घटत्वाभावः निरूपकः. कस्य निरूपकः? प्रतियोगितायाः निरूपकः. कीदृशप्रतियोगितायाः निरूपकः? घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यवती या प्रतियोगिता अस्ति तस्य निरूपकः अभावः. तथा एव पटः नास्ति इति अभावः कीदृशः? प्रतियोगिताकः अभावः तत्र वदतु महोदय. पटत्वावच्छिन्न प्रतियोगिताकः इति पटत्वाभावस्य विशेषणम्. तदपि अत्यन्त अभावः किल. सत्यं. तदपि अत्यन्त अभावः, अपि च पटत्वाभावस्य एवमेव इति उक्तवन्तः. यथा घटाभावो अस्ति तथा पटो नास्ति इत्यस्य अभावः कीदृशः? पटत्वावच्छिन्न प्रतियोगिताकः इत्युक्ते या प्रतियोगिता पटे अस्ति तस्य तस्य प्रतियोगितायाः छेदं करोति, अवच्छेदं करोति. अवच्छिन्न इति अवच्छिन्नं समानार्थे प्रयुक्तः वा तत्र? पटत्वे वस्तुतः बहुव्रीहि समासः इति पटत्वाभावस्य विशेषणत्वेन एतद् पदं पूर्णतया अस्ति. पटत्वावच्छिन्न प्रतियोगिताकः अभावः इति पटत्वेन अवच्छिन्न प्रतियोगिता या अस्ति तस्य निरूपकः अभावः. बहुव्रीहिसमासं भूत्वा पटत्वावच्छिन्न प्रतियोगिताकः इति पूर्णतया तत् पदं पटत्वाभावस्य निरूपणं करोति. यथा उपरितने वाक्ये घटत्वनिष्ठावच्छेदकता निरूपितावच्छेद्यवती या प्रतियोगिता तस्याः निरूपकः घटाभावः इति आसीत्, तथा पटाभावः कीदृशः इत्युक्ते पटत्वावचिन्न प्रतियोगिताकः इति विषयः. तत् तदेव तदेव समान एकपदे बहुव्रीहि उपयुज्य घटत्वनिष्ठ तदपि वक्तुं प्रयतामहे कथं भवति. घटत्वचिन्न चिन्न घटत्वचिन्न प्रतियोगिताकः इति भवति वा तत्र घटत्वचिन्न प्रतियोगिता अवच्छेद्य घटत्वचिन्न प्रतियोगिताकः घटत्वावचिन्न घटत्वावचिन्नप्रतियोगिताकः इति घटत्वाभावस्य विशेषणं. पूर्वं तत्र विवरणं दत्तवन्तः अन्तिम उदाहरणे तत्र तस्य नामं स्थापितवन्तः किल एकस्मिन् एव पदे तस्य विवरणम् अभवत् अत्र समास उपयोगेन. तत्र किमपि स्थापयतु, जलत्वमपि स्थापयतु. जलत्वावचिन्नप्रतियोगिताकः अभावः कीदृशः जलाभावः. घटत्वावचिन्नप्रतियोगिताकः अभावः इति घटाभावः. पटत्वावचिन्नप्रतियोगिताकः इति पटाभावः इति एव विषयः. जयन्ती भगिनी अवगतं वा? अग्रे गच्छामः किम्? अस्तु अग्रे पठतु भगिनि. अन्योन्य अभावनिरूपणाय ताद् आत्म्यसम्बन्धादीनि रूपणम् आदौ क्रियते. द्रव्ययोः संयोगः अस्तु अभा अष्टविंशतिपृष्ठ स्मरन्ति वा संयोगः समवायः इति? चतुर्दशे पुटे स्यात्. चतुर्दशे पुटे समवायः इत्युक्ते किं, संयोगः इत्युक्ते किम् इति वदन्तु भवत्सु कोऽपि. जयन्ती भगिनी एव प्रयत्नं करोतु. समवायसम्बन्धः कीदृशः? उदाहरणानि आसन् खलु, स्मरन्ति वा केपि? माला भगिनी, वेङ्कटेश महोदय. पृथक् न कर्तुं शक्नुमः इति अग्नि इति स हा हा पुस्तकमस्ति, पुस्तकत्वं सत्यं, तद् वयं पृथक् न कर्तुं शक्नुमः, तदा समवाय इति वदामः. संयोगः यदा हस्तद्वयम् अस्ति पृथक् अस्ति तद् जायिन् कुर्मः चेत् संयोगः. पुनः संयोगानन्तरं, संयोगस्य भग्नानन्तरं हस्तौ स्वस्थाने गच्छतः खलु? आम्. पूर्वप्राप्तयोः विविक्तयोः या प्राप्तिः सा संयोगः इत्युच्यते. पूर्वम् अप्राप्तयोः, पूर्वं हस्तौ पृथक्तया आस्ताम्, अधुना एकत्र प्राप्तिः अभवत् तयोः, तदनन्तरं संयोगः इत्युच्यते. किन्तु घटे घटत्वं, पुस्तके पुस्तकत्वं न कदापि पृथक्तया भवितुम् अर्हतः खलु? तत् समवायः. अपि च घटे कपालद्वयं वर्तते, कपालानाम् एकत्र प्राप्ति अनन्तरम् एव घटः निर्मीयते. ते न भवन्ति चेत् ते तौ न भवतः चेत् घटः अपि न भवति. तर्हि कपालौ घटः सर्वदा एकत्रैव भवन्ति. तयोः मध्ये यः सम्बन्धः वर्तते सः अपि समवायः. तर्हि गुणी गुणिनोः मध्ये अथवा क्रियाक्रियावतोः मध्ये अवयवी अवयविनोः मध्ये यः सम्बन्धः वर्तते सः समवायः इति उच्यते. किन्तु द्रव्योः मध्ये यथा हस्तौ आस्तां तयोः मध्ये यः अस्ति यः सम्बन्धः आसीत् सः संयोगः इत्युच्यते. अस्तु, स्पष्टः चेत् अग्रे पठामः. स्पष्टं वा? स्पष्टं स्पष्टं महोदय. अस्तु जयन्ती भगिनी, स्पष्टः अस्ति वा विषयः? अस्तु अग्रे पठतु. अभावः प्रतियोगिता अनुयोगिता इत्यादयः पदार्थास्तु न संयोगिताः भवन्ति. अग्रे पठतु. द्वयोरेव संयोगः इति नियमात् नापि समवायेन. समवायस्तु गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तो व्यक्तयोः अवयवावयविनोः विशेषनित्यद्रव्ययोरेव इत्युक्तमेव. अतः अभावादिपदार्थानाम् आधारादेयभावनिर्वाहाय स्वरूपसम्बन्धः स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते. वाक्यशः पठतु प्रारम्भतः, परिशीलयामः. द्रव्ययोः संयोगः समवायनिरूपणे उक्तः. द्रव्ययोः मध्ये कीदृशः सम्बन्धः भवति? संयोगः भवति अथवा समवायः भवति? द्रव्ययोः संयोग संयोगः उदाहरणम् किम् उदाहरणं पश्यति चतुर्दशे पुटे वा? न, गते गतपुटेस्मिन् द्रव्ययोः संयोगः इति उक्तम् अत्र. सम्यक् रूपेण न अवगच्छामि. द्रव्ययोः इत्युक्ते हस्तौ वास्तां खलु तयोः सम्बन्धः आसीत्. एकः वामहस्तः अस्ति, दक्षिणहस्तः अस्ति. हस्तौ स्वस्थाने प्रथमतया हस्तौ स्वस्थाने एव स्तः. तदनन्तरम् एकत्र प्राप्तिः भूत्वा नमस्कारः क्रियते खलु? अहं कारणम् अवगच्छामि, परन्तु अत्र द्रव्ययोः इति यत् उक्तमस्ति कथं वयं जानीमः हस्तसम्बन्धे अस्ति उदाहरणम् इति? हा, द्रव्यः इत्युक्ते यत्किमपि भवितुम् अर्हति, पृथ्वी वा जलं वा आकाशः वा. सः प्रायः द्रव्यम् इति जलस्य विषयः नीत्वा आगच्छति इति मन्ये. अतः एव तत्र समस्या भवति. अत्र द्रव्यम् इति पुटसङ्ख्या चतुर्दशपुटे जलत्वस्य विषये अस्ति, अतः सा प्रायः जलत्वं जलम् इति द्रव्यम् इति तत्र द्रव्यस्य स्थाने जलस्य इति अहं चिन्तयामि. तदर्थमेव तस्याः समस्या. परन्तु तथा तत्र न उक्तमस्ति. द्रव्यम् इति यथा महोदय वदति यत्किमपि तत्र भवितुं शक्यते इति. किन्तु द्रव्ययोः मध्ये एव संयोगः भवति, न अन्यथा. अभावः प्रतियोगिता अस्तु. इदानीं घटे प्रतियोगिता अस्ति इति अहं वदामि. तत्र घटः तु द्रव्यं स्यात्, किन्तु प्रतियोगिता द्रव्यमस्ति वा? न. अभावः इति द्रव्यं वा? न, धर्मः एव. द्रव्यस्य धर्मः अभावः धर्मः नास्ति. अभावः एकः पदार्थः. सप्तपदार्थाः आसन् प्रारम्भिकस्तरे. वयं द्रव्यगुणकर्मसामान्य विशेषः समवायः अभावः इति सप्तपदार्थाः आसन् खलु? तर्हि सप्तपदार्थेषु एकः पदार्थः अभावः, एकः द्रव्यम् इति. अभावः इति एकः पदार्थः. घटे घटम् इति वदामश्चेत् घटः तु द्रव्यमस्ति, पृथ्वीत्वमस्ति तस्मिन्. तर्हि घटस्य अपि च अभावस्य मध्ये संयोगसम्बन्धः भवितुं न अर्हति. किमर्थं? द्रव्ययोः एव संयोगः. अतः महोदय प्रश्नः अस्ति, संयोगः यदि भवितव्यः चेत् कनिष्ठपक्षं द्रव्यद्वयं भवितव्यं किल? तत्र द्रव्ये तदेव अस्ति. परन्तु सर्वे द्रव्ययोः मध्ये किं संयोगः भवति वा? संयोगः इति एकः सम्बन्धः, तादृशः सम्बन्धः द्रव्ययोः मध्ये एव भवति इति अर्थः. द्रव्ययोः मध्ये भवती सम्बन्धं कारयितुम् इच्छति वा न वा इति भिन्नः विषयः खलु. किन्तु संयोगसम्बन्धे ययोः मध्ये सम्बन्धः भवति, तौ उभौ अपि द्रव्ये एव, यथा हस्तयोः मध्ये सम्बन्धः आसीत् तथा. अस्तु वा? संयोगः समवायनिरूपणे उक्तः, पूर्वमेव उक्तः इति पृष्ठसङ्ख्या दत्त्वा. अभावः, प्रतियोगिता, अनुयोगिता इत्यादयः पदार्थास्तु न संयोगेन सम्बन्धाः भवन्ति. सम्बद्धाः भवन्ति. सम्बन्धाः भवन्ति. द्रव्ये यत् अभावः, प्रतियोगिता, अनुयोगिता इत्यादयः सन्ति, तयोः संयोगः न भवति इति उक्तम् अत्र. किमर्थम्? अभावः इति द्रव्यं नास्ति खलु, प्रतियोगिता इति द्रव्यं नास्ति खलु, अनुयोगिता अपि द्रव्यं नास्ति. आम् आम्, तदर्थं द्रव्ययोः मध्ये एव संयोगः. यदि अभावः अस्ति वा प्रतियोगिता वा अनियोगिता अस्ति, तत्र संयोगः न भवति. हा, तत्र संयोगः न भवति. अस्तु, इदानीम् अग्रे पठतु. द्रव्योरेव संयोगः इति नियमात् नापि समवायेन. हा, इदानीम् अभावः, प्रतियोगिता, अनुयोगिता त्रयः एते भवन्ति, तत्र समवायसम्बन्धः अपि नास्ति. किमर्थम् इति अग्रे लिखितमस्ति, पठतु भगिनि. समवायस्तु गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तयोः अवयवा अवयविनोः विशेषनित्यद्रव्ययोरेव इत्युक्तम् एव. अवगच्छति वा? अन्योन्यभावनिरूपणाय तादात्म्यसम्बन्धनिरूपणमादौ क्रियते इति उक्तम्. तर्हि नूतनतया एकः सम्बन्धः आनीतः अत्र. स च सम्बन्धः संयोगः अपि नास्ति, समवायः अपि नास्ति. संयोगः किमर्थं नास्ति? किमर्थं चेत् अत्र द्रव्यं नास्ति. अभावः, प्रतियोगिता, अनुयोगिता, द्रव्यं नास्ति एव. तदर्थं संयोगः भवितुं नार्हति. संयोगः सम्बन्धः इत्यस्य प्रसक्तिः एव नास्ति. अनन्तरं समवायः अपि नास्ति. किमर्थम्? भगिनि, भवती इदानीम् उक्तवती वाक्यं यत् पठितवती, समवायस्तु कुत्र कुत्र भवति? गुणगुणिनोः क्रियाक्रियावतोः तस्मिन् पुटे ये उदाहरणानि यानि उदाहरणानि दत्तानि तानि उदाहरणानि स्वीकृत्य मध्ये एव समवायः अस्ति इति जातिव्यक्तयोः मध्ये अवयव अवयविनोः गुणगुणिनोः उदाहरणार्थं लेखनी अस्ति, लेखने नीलवर्णत्वम् इति गुणः अस्ति, तर्हि लेखनी अस्ति गुणि, तस्मिन् नीलवर्णत्वं गुणः, तयोः मध्ये इत्युक्ते गुणगुणिनोः मध्ये यः सम्बन्धः सः समवायः. क्रियाक्रियावतोः इत्युक्ते कस्मिंश्चित् द्रव्ये उत्क्षेपणक्रिया वा किमपि अस्ति तर्हि तत् क्रियावत् द्रव्यं, क्रियावत् द्रव्यम् अपि च क्रिया अनयोः मध्ये समवायसम्बन्धः. एकवारं क्रियाक्रियावतः उदाहरणं ददातु भगिनि. चतुर्दशे पुटे एकम् अस्ति, एकम् उदाहरणं सर्पम् अस्ति, प्रसर्पणक्रिया अस्ति खलु, सर्पः प्रसर्पणं करोति, तस्य प्रसर्पणरूपता क्रिया तु किञ्चित् अग्रे न भवितुमर्हति, पणक्रिया भवति. तर्हि सर्पः अस्ति क्रियावत् द्रव्यं, तस्मिन् प्रसर्पणक्रिया अस्ति, तयोः मध्ये यः सम्बन्धः अस्ति सः समवायः इति सम्बन्धः, न तु संयोगः. तदर्थं गुणगुणिनोः क्रियाक्रियवतोः जातिव्यक्तयोः, भटत्वम् इति एकः जातिः, तस्यां जातौ घटः इति व्यक्तिः, तर्हि जातिव्यक्तयोः मध्ये अपि समवायः. इदानीम् अवयव अवयविनोः, घटः अस्ति, घटस्य कपालद्वयम् अस्ति, कपालः अस्ति अवयवः, घटः अस्ति अवयवी, तयोः मध्ये अपि समवायः. विशेषनित्यद्रव्ययोः, विशेषः इति वयं परिशीलितवन्तः, परमाणुः इति नित्यद्रव्यम् अस्ति, तस्मिन् विशेषः इति कश्चन पदार्थः अस्ति खलु, तयोः मध्ये अपि समवायसम्बन्धः इति अवगच्छति वा? धन्यवादः. संयोगसम्बन्धः द्रव्ययोः मध्ये भवति, समवायसम्बन्धः गुणगुणिनोः क्रियाक्रियवतोः जातिव्यक्तयोः अवयव अवयविनोः विशेषनित्यद्रव्ययोः एव भवति. तस्य समवायसम्बन्धस्य क्षेत्रं सीमितमस्ति, तदर्थम् अभावप्रतियोगिता अनुयोगितानिरूपणे सः सम्बन्धः अपि कार्यं कर्तुं न शक्नोति इत्येव अर्थः. अवगच्छति वा? पठतु पठतु एकवारं. न यत् भवती उक्तवती तद्वाक्यं. हा इदा अहम् उक्तवती यद् संयोगः द्रव्ययोः मध्ये अस्ति, समवायस्तु गुणगुणिनोः इत्यादयोः यद् वयं दृष्टवन्तः तत्रैव अस्ति. किन्तु अभावः, प्रतियोगिता, अनुयोगिता इत्यादयः पदार्थाः संयोगेन न सम्बद्धाः भवन्ति. किमर्थं? ते द्रव्याणि न सन्ति. अपि च समवायसम्बन्धस्य कार्यक्षेत्रमपि सीमितं, गुणगुणिनोः मध्ये अथवा विशेषनित्यद्रव्ययोः मध्ये, अवयव अवयविनोः मध्ये इति कार्यक्षेत्रं सीमितं समवायसम्बन्धस्य. संयोगसम्बन्धस्य कार्यक्षेत्रं द्रव्ययोः मध्ये, अतः इत्युक्ते लिमिटेड्. माला भगिनी वा? तद् अवगच्छामि, परन्तु ऐ डिडन्ट् अण्डर्स्टाण्ड्. किं न अवगतवती? न भगिनी, अन्तिमवाक्यं पठतु जयन्ती भगिनी. अतः अभावादिपदार्थानां आधार आधेयभावनिर्वाहाय स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते. इदानीं प्रश्नः अस्ति स्वरूपसम्बन्धः किमर्थम् इति, खलु? कुतो न संयोगः अथवा समवायस्य एव उपयोगं कृत्वा सम्बन्धं कल्पयामः? अस्माकं मुख्यः अंशः आसीत् अन्योन्याभावः इति. अन्योन्यभावस्य निरूपणार्थम् एकः नूतनसम्बन्धस्य आवश्यकता अस्ति, सः स्वरूपसम्बन्धः. स्वरूपसम्बन्धः किमर्थम् इत्युक्ते संयोगसम्बन्धस्य उपयोगं कर्तुं न शक्नुमः, समवायस्यापि अत्र कार्यं नास्ति इत्यतः स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते. अवगतम्? परन्तु तस्य निरूपणम् इदानीं न अभवत् खलु? आमां, न सत्यं, स्वरूपसम्बन्धस्य एतावत् पर्यन्तं निरूपणं न अभवत्, अद्य न भविष्यति अपि. अस्तु, अग्रिमवाक्यद्वये न भविष्यति, किन्तु कश्चन परिचयः, नूतनः सम्बन्धः आवश्यकः. अस्माकं मुख्यांशः आसीत् अन्योन्यभावः, तस्य निरूपणाय स्वरूपसम्बन्धस्य आवश्यकता अस्ति. सः स्वरूपसम्बन्धः तादात्म्यसम्बन्ध इत्यपि उच्यते इति चिन्तयामि प्रायः. तदर्थं भूमिकानिर्माणम् इत्युक्ते फौण्डेशन्, किमर्थं स्वरूपसम्बन्धः एतावत् पर्यन्तं, तावदेव. अस्तु वा? अस्तु, माला भगिनी अग्रे पठति किम्? आं पठामः. अभावः भूते स्वरूपसम्बन्धेन भवति. प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति. पूर्व उक्ता अवच्छेदकतापि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. अग्रे चित्रमस्ति, चित्रं पश्यतु. हा, भूतले घटम् अस्ति खलु? क्षम्यतां, भूतले यदा घटः नास्ति तर्हि घटाभावः इति यद् वदामः, सः अभावः भूतले स्वरूपसम्बन्धेन भवति. सः अभावः संयोगसम्बन्धेन न भवति, समवायसम्बन्धेन न भवति, स्वरूपसम्बन्धेन भवति भूतले. अपि च घटे अन्यत् किं किम् अस्ति? घटस्य विषये वयं वदामश्चेत् तत् चित्रं मनसि अस्ति वा? घटः, उपरि घटत्वं, प्रतियोगिता. हा, तर्हि घटे प्रतियोगिता अस्ति खलु? घटे प्रतियोगिता अस्ति, सा घटाभावस्य प्रतियोगिता अस्ति, सा प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति. अस्तु, अपि च अवच्छेदकता अपि अस्ति. अवच्छेदकता कुत्र अस्ति? चित्रं मनसि आनयन्तु. अवच्छेदकता कुत्र वर्तते? घटः, उपरि घटत्वं, प्रतियोगिता, तस्य उपरि घटत्वे अस्ति. आम् आम् आम्, पूर्वोक्त घटत्वे अवच्छेदकता अस्ति, प्रतियोगितायाम् अवच्छेद्यता अस्ति, घटत्वम् अवच्छेदकधर्मः अपि. तर्हि अवच्छेदकता घटत्वे अस्ति, सा पूर्वोक्ता अवच्छेदकतापि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. दैशिकविशेषणतया भवति इत्यस्य विवरणं न जातम् अधुना पर्यन्तम्. केवलं विषयस्य प्रस्थापनम् एव अस्ति अत्र. कीदृशेन सम्बन्धेन प्रतियोगिता अभावः अवच्छेदकता वर्तते इति. अवगच्छति वा? तर्हि इदानीं चित्रं दृष्ट्वा वाक्यं वदतु. अभावः भूतले स्वरूपसम्बन्धेन भवति इति वाक्यं चित्रं दृष्ट्वा वदतु. माला भगिनी, अहं पश्यामि. अन्तिमं वाक्यं पठतु एकवारं. पूर्वोक्त इति पूर्व उक्त अवच्छेदकतापि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. हा, तथा एव वाक्यं रचयतु चित्रं दृष्ट्वा. घटाभावः कुत्र अस्ति? भूतले स्वरूपसम्बन्धेन. आम्, दैशिकविशेषणतया भवति. हा, भूतले घटाभावः अस्ति. केन सम्बन्धेन? दैशिकविशेषण स्वरूपसम्बन्धेन. आमां, स्वरूपसम्बन्धेन दैशिकविशेषणतया अस्ति इति. अग्रे अपि चित्रद्वयं निरूपयित्वा समापयतु. घटे स्वरूपसम्बन्धेन प्रति दैशिक विशेषणतया घटे किम् अस्ति? घटत्वं न, चित्रं दृष्ट्वा वदतु. अस्तु, घटे घटत्वमपि अस्ति, चित्रे किमस्ति? घटे प्रतियोगिता. हा, प्रतियोगिता केन सम्बन्धेन, कया अस्ति घटे? दैशिकविशेषणतया स्वरूपसम्बन्धेन घटे अस्ति. अन्तिमवाक्यं यथा आसीत् अवच्छेदकता घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति, कीदृशः सम्बन्धः अस्ति घटत्व अवच्छेदकतायोः इति स्वरूपसम्बन्धः दैशिकविशेषणता च इत्यस्य निरूपणार्थं घटत्वे अवच्छेदकता स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति, भूतले घटाभावः स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. इदानीं घटे प्रतियोगिता स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. अवच्छेदकताविषये वदतु इदानीम्. अस्तु अस्तु, वेङ्कटेश् महोदय वदतु. अवच्छेदकता स्वरूपसम्बन्धेन दैशिकविशेषणतया घटत्वे अस्ति. घटत्वे अस्ति इति वाक्यरचनं भवति. अस्तु, दैशिकविशेषणं किं, स्वरूपसम्बन्धं किम् इति इदानीं पर्यन्तं विवरणम् अनन्तरं ददति किल. दैशिकविशेषणता का इति इतोपि न उक्तवन्तः. केवलं दैशिकविशेषणतया स्वरूपसम्बन्धः कल्पितः. यत् पूर्वम् एव उक्तमस्ति तत् इदानीं स्वरूपसम्बन्धः इति नूतनसम्बन्धः कल्पितः. तत् दैशिकविशेषणतया भवति इति तत् इतोपि अग्रे वदन्ति प्रायः तत्र. तदेव सारांशः अस्य परिच्छेदस्य एकस्य पेराग्राफ् मध्ये यत्किमपि अस्ति सः एव सारांशः, नूतनः सम्बन्धः इति. किं भगिनि? द्विविधसम्बन्धः वा, स्वरूप स्वरूपसम्बन्धः वैशिकविशेषणतः विशेषणतसम्बन्धः इति. एकनिमिषः, इदानीम् अन्तिमवाक्यं पठतु. जयन्ती भगिनी एव पठतु. पूर्वोक्ता वा? न, एवं घटादिचित्रस्य अधोभागे. एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इत्युच्यते. वयं प्रथमम् अस्य अन्योन्याभावनिरूपणाय तादात्म्यसम्बन्धम् इति वयं प्रारम्भं कृतवन्तः खलु. हा, तर्हि घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः वर्तते सः तादात्म्यसम्बन्धः इत्युच्यते, अथवा स्वरूपसम्बन्धः इति उच्यते. तेन सम्बन्धेन अभावप्रतियोगिता अनुयोगिता इत्यादयः पदार्थेषु वर्तन्ते. सः सम्बन्धः कीदृशः इति अग्रे गत्वा, इदानीं नास्ति किमपि. परन्तु आम् आम् तद् अवगच्छामि, परन्तु दैशिकविशेषणता इत्युक्ते किम् अत्र? तदपि न उक्तम् अत्र. अग्रिमसप्ताहस्य पाठः भवति इति चिन्तयामि. अहमपि पृष्टवती. मम प्रश्नः अस्ति, पदार्थानां मध्ये यः सम्बन्धः अस्ति वयं स्वरूपसम्बन्धः इति अस्ति खलु, वा तादात्म्यसम्बन्धः इति उच्यते. सर्वेषां पदार्थानां मध्ये न, द्रव्यमपि पदार्थः, द्रव्ययोः मध्ये संयोगः आसीत्. संयोगः अस्ति, आम् आम्. गुण कर्म अपि च किमासीत्, गुणकर्म ते तौ अपि पदार्थौ, किन्तु गुणगुणिनोः मध्ये समवायः आसीत्, क्रियाक्रियवतोः मध्ये समवायः आसीत्. आम् आम्. सर्वेषां पदार्थानां मध्ये तादात्म्यसम्बन्धः इति नास्ति. केषाञ्चन पदार्थानां मध्ये सम्बन्धनिरूपणाय तादात्म्यसम्बन्धः इत्यस्य उपयोगः क्रियते. भ्रमजनात्मकः स्यात्, किन्तु अग्रे गत्वा स्पष्टः भवति इति चिन्तयामि. किं भगिनि? अस्तु, धन्यवादः. हा, दैशिकविशेषणता अपि अग्रे गत्वा उच्यते. इदानीं मुख्यविषयः आसीत् अभावस्य चतुर्विधम्. अस्तु, प्रागभावः घटनिर्माणसामग्रीं दृष्ट्वा घटः अग्रे भविष्यति इदानीं नास्ति इति भानमेव प्रागभावः. प्रध्वंसाभावः, घटः ध्वंसः भवति चेत् तदा अभावः जनयति तेन, सः प्रध्वंसाभावः. अत्यन्ताभावः तु सामान्याभावः, यद्वयं पूर्वमपि दृष्टवन्तः, घटाभावः पटाभावः इति. इदानीम् अन्योन्याभावः, अन्योन्याभावस्य निरूपणम् एतावत्पर्यन्तं न जातं. तस्य निरूपणाय केचन नूतनविषयाः अत्र आनीताः, यथा स्वरूपसम्बन्धः, दैशिकविशेषणता इत्यादयः. तर्हि अभावप्रतियोगिता अनुयोगिता इत्यादयः पदार्थास्तु स्वरूपसम्बन्धेन एव वर्तन्ते आधारपदार्थेषु इति सारांशः. अग्रे गत्वा एतस्य अपि च अन्योन्याभावस्य अपि निरूपणं भवति. प्रश्नाः सन्ति वा? वेङ्कटेशमहोदय, प्रश्नाः सन्ति वा? किमपि वक्तुम् इच्छति वा अस्य विषये? न, भवती उक्तवती सम्यक् एव, तदेव तत्र प्रश्नः नास्ति महोदय. अस्तु, शिल्पा भगिनी. अहं पुनः पठामि, तदनन्तरम् अहम् ई पत्रं प्रेषयामि. अस्तु अस्तु तर्हि, अस्तु तर्हि समापयामः. शुभरात्रिः. शुभरात्रिः, धन्यवादः. धन्यवादः भगिनी. रात्रिः.